अस्तु, तर्हि अस्माकं गीतासोपानपुस्तकस्य द्वितीयभागे तत्र त्रयोदशः पाठः अस्ति, तत्र आत्मनेपदिनः भविष्यत्कालः आरभामहे। तस्मात् पूर्वं तत्र भवत्याः लक्ष्मीभगिन्याः तत्र प्रश्नः अस्ति, पुनः वाक्यं वदतु। वर्गः त्रयोदशः जनाः आगताः एतस्मिन् वाक्ये तत्र दोषाः सन्ति, वदन्तु। तत्र सुब्रह्मण्यं वदतु के दोषाः सन्ति। प्रथमं तु वर्गः अत्र द्वितीयविभक्ति प्रायः महोदय, वर्गम् आगताः एकमस्ति। तदनन्तरं वर्गं त्रयोदशः जनाः आगताः, त्रयोदशः अत्र तु त्रयोदश अत्र प्रायः बहुवचनमेव त्रयोदशः। एकवारं महोदय, त्रयोदश तु अत्र पञ्च आरभ्य नवदशपर्यन्तं संख्यावाचकशब्दाः नित्यबहुवचनान्ताः भवन्ति। अत्र आगताः आगताः जनाः आगताः, एकादशः जनाः आगताः। वाक्यं पुनः वदतु भगिनि इदानीं। वर्गः त्रयोदशः न वर्गः वर्गः इदानीम् अस्ति वा? वर्गः तु वर्गं त्रयोदशः जनाः आगताः अथवा त्रयोदशः अथवा त्रयोदशाः वा इति कश्चन प्रश्नः अस्ति। त्रयोदश जनाः आगताः इति अस्ति खलु? जनाः तु पुल्लिङ्गशब्दः खलु महोदय, जनः त्रयो तत्तु नित्यबहुवचनमेव खलु महोदय, त्रयोदशः तु नित्यबहुवचन बहुवचन वाचक रूपमस्ति। तर्हि किं स्यात्? एकादशाः जनाः आगताः। अस्तु, अत्र कश्चन भेदः अस्ति, महत्त्वपूर्णभेदः अस्ति अत्र। अस्माकं कः विषयः आसीत् तत्र, यत्र संख्याः आगताः तत्र प्रायः अत्र पूर्णप्रत्ययान्तसंख्यावाचकशब्दस्य उपयोगं करणीयं प्रायः। अस्तु, अत्र विषयद्वयमस्ति, तत्र दशमपाठः अस्ति पुस्तके, दशमपाठः अस्ति खलु, तत्र संख्यासु लिङ्गभेदः, विशेषणविशेषभावः इत्यादिकमस्ति। तत्र अनन्तरं पूर्णप्रत्ययान्ताः सन्ति खलु? अत्र अस्मिन् वाक्ये द्वयोः मध्ये, नाम तत्र यत्र केवलं संख्या अस्ति तत्र दशमपाठः अस्ति, यत्र कश्चन क्रमः अस्ति, नाम प्रथमः जनः, प्रथमा महिला इति अस्ति, तत्र शततमः पुटः, शततमः जनः, शततमी महिला, तत्र यत्र शतं महिलाः सन्ति तत्र शततमी महिला अस्ति, तत्र क्रमः अस्ति। अत्र भवत्याः प्रश्नः अस्ति क्रमप्रसङ्गे वा? प्रायः न महोदय, अत्र सङ्ख्या प्रसङ्गः एव अस्ति. एव अस्ति, अत्र क्रमः तु किमपि नास्ति. अत्र अतः अहं वारं पृच्छामि स्म, तत्र बहुवचने अस्ति वा जनाः आगताः? तत्र सर्वे जनाः आगताः, तत्र क्रमस्य वार्ता तु नास्ति एव. क्रमस्य वार्ता नास्ति खलु अत्र. अत्र तत्र पञ्चाशत्सु जनेषु चत्वारिंशत्तमः जनः इति तादृशं किमपि नास्ति अत्र. आहत्य केचन जनाः, कति जनाः आगताः आहत्य इति, एकादशजनाः आगताः. अत्र सङ्ख्या अस्ति एकादश, सङ्ख्या अस्ति. अत्र विसर्गः नास्ति, लिङ्गं नास्ति, किमपि नास्ति. एकादशजनाः, एकादश. कति जनाः सन्ति? एकादश, एकादशः, एकादश, एकादशाः, एत किमपि नास्ति खलु अत्र. अवगच्छति वा? अत्र क्रमः नास्ति, अत्र केवलं कति जनाः सन्ति. दशजनाः, एकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश जनाः. अत्र एतादृशी सङ्ख्या यत्र भवति तत्र लिङ्गं कुत्र भवति? कासु सङ्ख्यासु लिङ्गभेदः भवति? एकं द्वे त्रीणि चत्वारि पर्यन्तं भवति महोदय. इति एव अस्ति, तदनन्तरं लिङ्गभेदः नास्ति. अत्र किञ्चित् विस्मृतवान् महोदय, अत्र अहं चिन्तितवान् सङ्ख्या एव, परन्तु सङ्ख्या रूपं विसर्गः नास्ति इति अहं विस्मृतवान् अत्र. नास्ति चिन्ता, किन्तु अत्र मुख्यमस्ति अत्र क्रमः नास्ति. क्रमः अस्ति सर्वं भवति. एकादशः जनः, तत्र विंशतिः जनाः सन्ति, तेषु जनेषु एकादशः जनः, एकादशी महिला, एतत् सर्वं भवति खलु. किन्तु यत्र केवलम् आहत्य कति जनाः सन्ति, तत्र केवलं सङ्ख्या अस्ति, एकादश, त्रयोदश. वार्ता स्पष्टा अस्ति वा? अस्तु, अग्रे गच्छेम तर्हि. बहु सम्यक् प्रश्नः अस्ति महोदय, भगिन्याः प्रश्नः सम्यक् अस्ति. समीचीनम्. अस्तु, अग्रे गच्छेम तर्हि. सहदेव महोदय अपि अस्ति वा खलु? अस्तु अस्तु, सन्ध्या भगिनी पठतु कृपया. अस्माकं कस्मिन् पुटे पाठः आरभ्यते? पञ्चाशीतितमे पुटे. पञ्चाशीतितमे पुटे, समीचीनमस्ति. अग्रे आत्मनेपदीनां धातूनां ऋक् लकारः लकारे रूपाणि एवं भवन्ति. कुत्र अस्ति? न, तत्र पूर्वतने पुटे. पुनः वदामि, पुनः पठामि. हा हा, तत्र आरम्भतः कथा कथा. ओ ओके, ओ अहं चिन्तितवती, पठितवन्तः वयं, किन्तु इदानीं शीघ्रमेव पठितवन्तः गते सप्ताहे, इदानीं अवगन्तव्यमस्ति. आम्, श्वः तस्य उपरि तत्र किञ्चित् लिखितमस्ति खलु. विनीतः, श्वः अहं किं करिष्यामि इति चिन्तयन् अस्ति. तस्य वाक्यानि उच्चैः पठत. श्वः रविवासरः, सायं अहं सागरतीरं गमिष्यामि. तत्र गोपालः मां प्रतीक्षयते. सायङ्काले न न तत्र गोपालः मां प्रतीक्षिष्यते. कालः कः कालः अस्ति? भविष्यत्कालः अस्ति. वर्तमानकालस्य रूपं किं? प्रतीक्षते. प्रतीक्षते, अत्र प्रतीक्षिष्यते. अग्रे सायङ्काले सागरशोभा नितरां वर्धिष्यते. वर्धिष्यते इति वर्तमानकालः वर्धते. वर्धते वर्धते वर्धते. यत्र वृद्धिः अस्ति, नाम लघु आसीत् इदानीं बृहत् जातमस्ति, तत्र वर्ध वृद्ध इति धातुः अस्ति. वृद्धधातुः. वर्धते वर्तमानकाले लट्लकारे, भविष्यत्काले लृट्लकारे वर्धिष्यते. अग्रे बहवः जनाः तत्र वर्धिष्यन्ते. अत्र वर्तमानकालः वर्तन्ते. न वर्तन्ते. एकवचने एकवचने वर्ते. वर्तते वर्तते. बहुवचने वर्तन्ते. अत्र भविष्यत्कालस्य बहुवचनान्तरूपम् अस्ति वर्तिष्यन्ते. अग्रे सर्वेपि सागरसौन्दर्यं आस्वदिष्यन्ते. तर्हि पुनः पठतु आरम्भतः. सर्वेपि आरम्भतः. श्वः रविवासरः. स्पष्टमस्ति खलु? अग्रे सायम् अहं सागरतीरं गमिष्यामि. अत्र किमपि नास्ति प्रश्नः अस्ति वा? अग्रे तत्र गोपालः मां प्रतीक्षिष्यते. अस्य अर्थः कः जानाति वा? क्रियापदं न जानामि. प्रतीक्षा इति जानाति वा? प्रतीक्षा न. यदि मेलनं भविष्यति, द्वयोः जनयोः मेलनं भविष्यति, किन्तु एकः जनः विलम्बेन आगच्छति. आगच्छति वा? विलम्बेन आगच्छति. किन्तु एकः जनः समये न आगच्छति. यः समयः आगन्तव्यः तस्मिन्नेव समये आगतवान्. अतः सः प्रतीक्षां करोति. अन्यजनः विलम्बेन आगच्छति, एकः जनः तत्र स्थित्वा प्रतीक्षां करोति. स्पष्टमस्ति? तत्र गोपालः मां प्रतीक्षिष्यते इति अस्य अर्थः तर्हि कः? सः विनीतः सागरं कत्वा गोपालः अनन्तरं तां मेलिष्यति. प्रथमं कः आगच्छति? प्रथमं विनीतः. न, तत्र गोपालः मां प्रतीक्षिष्यते इति लिखितमस्ति खलु? आं, परन्तु प्रतीक्षिष्यन्ते इत्युक्ते विलम्बं विलम्बेन. न न न न न, विपरीतमस्ति. न, एकः जनः विलम्बेन आगच्छति. यः विलम्बेन न आगच्छति, यः समये आगच्छति, समयस्य अनुगुणं यः आगच्छति, सः अपरस्य जनस्य, यः नागतवान् तावता, सः तस्य जनस्य प्रतीक्षां करोति. तर्हि गोपालः प्रतीक्षा इति नावगता. नाम तत्र आवयोः मेलनमस्ति, भवती अपि च अहं कुत्रचित् आवां गच्छावः, अस्तु. किन्तु भवती विलम्बेन आगच्छति, तर्हि अहं तत्र गत्वा सा तु कुत्र अस्ति, कुत्र अस्ति, अहम् अस्मि, अत्र अस्मि, अहं प्रतीक्षां कुर्वन् अस्मि, तत्र भवती कुत्र अस्ति, सा तु न आगतवती, अहं प्रतीक्षां करोमि. अवगच्छति वा? तर्हि विनीतः द्वितीया प्रतीक्षा इत्यस्य आङ्ग्लभाषा किं स्यात्? आङ्ग्लभाषया वेटिङ्ग् न, भवत्याः प्रश्नं कृतवान् वा? प्रश्नः कस्य आसीत्? भवती तु जानाति एव का आवश्यकता आसीत्. सन्ध्या भगिनी अवगच्छति वा? आम्, अस्तु, अवगच्छामि. तर्हि कः प्रथमतया आगतवान्? प्रथमतया गोपालः. अस्तु, अनन्तरं विनीतः. पुनः वाक्यं पठतु. तत्र गोपालः मां प्रतीक्षिष्यते. हा, गोपालः मां प्रतीक्षिष्यते, समीचीनमस्ति. अस्तु, अग्रे. सायङ्काले सागरशोभा नितरां वर्धिष्यते. नाम? सायङ्काले सागरं बहु सुन्दरं भविष्यति. हा हा, तत्र हा वर्धिष्यते नाम आङ्ग्लभाषायां जानामि. न न न न न, तत्र संस्कृतेन वदतु. नाम तत्र प्रश्नः अस्ति यत् प्रातःकाले सागरशोभा आसीत् वा? परन्तु बहु नास्ति. हा, नाम सागरशोभा सा प्रातःकाले आसीत्, किन्तु इदानीं शोभा अधिका जाता अस्ति. सागरशोभा वर्धिता, अथवा अत्र भविष्यत्काले वर्धिष्यति, इतोपि भविष्यति, इतोपि सागरशोभा भविष्यति तस्मिन् समये. अस्तु, अग्रे. बहवः जनाः तत्र वर्तिष्यन्ते. तत्र वर्तिष्यन्ते नाम गमिष्यन्ति? न न, वर्तते इत्यस्य अर्थं जानाति वा? वर्तते, ओ ओ, अस्ति. तर्हि अन्यत् क्रियपदं किं भवितुमर्हति अत्र? बहवः जनाः तत्र भविष्यन्ति. हा, भविष्यन्ति, वर्तिष्यन्ते इति भविष्यन्ति. अग्रे. सर्वेपि सागर सौन्दर्यम् आस्वादिष्यन्ते. अत्र आस्वादः इति शब्दं जानाति वा? आस्वादः रम्यते. आस्वादः यथा भोजनं बहु रुचिकरमस्ति चेत् तस्य आस्वादः समीचीनः अस्ति इति स्वादः इति वदामः, स्वादः तस्य भोजनस्य स्वादः भवति खलु. तत्र अनुभवं करोति इति अर्थः अस्ति. अनुभवः इति जानाति खलु, अनुभवः. सागरसौन्दर्यम् अनुभविष्यन्ति, आस्वादिष्यन्ति, आस्वादिष्यन्ति. स्पष्टमस्ति वा? अनुभविष्यन्ति, अनुभविष्यन्ति, अनुभवः, अनुभवं करिष्यन्ति. अस्तु, अत्र सर्वेपि इति कः सन्धिः? वयं किञ्चित् उक्तवन्तः खलु, सर्वेपि. कोऽपि अन्य कोऽपि वदतु, लक्ष्मी भगिनी वदतु, कः सन्धिः अस्ति? पूर्वरूपसन्धि महोदय. हा, का उक्तवती? मीना. मीना भगिनी, हा हा हा, मीना. हा, पूर्वरूपसन्धिः अस्ति. यत्र एकारः अथवा ओकारः पदान्ते अस्ति, तदनन्तरम् अकारः अस्ति, तत्र अकारस्य लोपः अथवा पूर्वरूपं स्वीकरोति, तस्य स्थाने अवग्रहः भवति. इदं चिह्नं, तस्य नाम अस्ति चिह्नस्य अवग्रहः. सर्वे अपि एकारः पदान्ते, अतः अपि इति इत्यस्मिन् विद्यमानस्य अकारस्य लोपः अथवा पूर्वरूपम् इति अस्ति, तस्य स्थाने अवग्रहः. अवग्रहः इत्यस्य आवश्यकता अपि नास्ति, किन्तु स्पष्टीकरणार्थं स्थाप्यते अस्माभिः. सर्वेपि सौन्दर्यम् आस्वादिष्यन्ते. अस्तु, स्पष्टं स्यात्. अग्रे गच्छेम, नताशा भगिनी अग्रे. आकाशे चन्द्रः प्रकाशिष्यति, नक्षत्राणि द्योतिष्यन्ति, तदा सूर्यः सागरे गाहिष्यति, सः रक्तवर्णेन शोभिष्यति, सः पक्वं फलम् इव भाषिष्यति. संस्कृतेन फलम् इति न भवति, फलम् इति भवति. फलं सः पक्वं फलम् इव भाषिष्यति. आवां तम् आनन्दं लोकिष्यावहे, सर्वे जनाः अपि लोकिष्यन्ति, क्रीडारताः बालाः तत्र वर्तिष्यन्ति, तेषां चेष्टाः वीक्षिष्यावहे, तैः साकं भृशं मोदिष्यावहे, रात्रिं यावत् तत्रैव रस्यावहे. रंस्यावहे. अस्तु, समीचीनमस्ति. पुनः खण्डशः पश्येम. आकाशे चन्द्रः प्रकाशिष्यति, नक्षत्राणि द्योतिष्यन्ति. नाम कः महोदय? अर्थः. अर्थः, आकाशे चन्द्रः प्रकाशिष्यति. चन्द्रमा आकाशे प्रकाशमानं भवति. चन्द्रः प्रकाशमानः. चन्द्रः प्रकाशमानः. प्रकाशमानः भविष्यति. भविष्यति. अस्तु, समीचीनमस्ति. अग्रे. नक्षत्राणि द्योतिष्यन्ति. महोदय, द्योतिष्यन्ति अर्थं न जानामि. तत्र द्योतिः भवति खलु, तत्र द्योतते नाम प्रकाशते इति अर्थः. आं महोदय. अग्रे तदा सूर्यः सागरे गाहिष्यते. सूर्यः सूर्यः अस्तः भविष्यति. सूर्यः किं भविष्यति? अस्तः. अस्तः हा सूर्यः सूर्यः न सूर्य सूर्यस्य सूर्यस्य अस्तः सूर्यस्य अस्तः. आं महोदय. सूर्यास्तः सूर्यास्तः. अत्र गाहिष्यते इति गाहिष्यते इति तत्र गाः धातुः गाहते गाहते इत्युक्ते गभीररूपेण प्रविशति गभीररूपेण प्रविशति अथवा प्लवनं करोति प्लवनं प्लवनं प्लवनं अर्थं किं महोदय प्लवनं प्लवनं नाम तत्र जले जले गमनं जले गमनं बहि नाम जलस्य अन्तः. अस्तु अग्रे. सः रक्तवर्णेन शोभिष्यते. सूर्यः रक्तवर्णेन सुन्दरं भविष्यति शोभते. शोभनं करिष्यति अत्र सुन्दरं भविष्यति इति अधिकम्. अस्तु अग्रे. सः पक्वं फलम् इव भासिष्यति. सूर्यः पक्वं फलम् इव दृश्यते दृश्यं भविष्यति द्रक्ष्यते द्रक्ष्यते इव द्रक्ष्यते भासते भाति इति तत्र भा धातुः अस्ति भाति भासते न भाति इति न अत्र भासते अत्र भासते भाति इति भिन्नमस्ति भासते इति भिन्नमस्ति भासते भासते इति तदेव अस्ति द्रक्ष्यते भासिष्यते भासते इति प्रकाशते एव खलु महोदय प्रकाशते हा प्रकाशते महोदय दृश्यते द्रक्ष्यते द्रक्ष्यते इति भविष्यत्काले अस्ति द्रक्ष्यते आम् अग्रे अग्रे महोदय भाति भासते तयोर्भेदः कः भाति भासते भाति भाति इत्युक्ते प्रतीयते भाति इत्युक्ते प्रतीयते अथवा मन्यते मन्यते भाति इत्युक्ते मन्यते नाम नाम तत्र इति नाम भाति इत्युक्ते स्पष्टतया वक्तुं न शक्नोमि किन्तु श्वः सूर्यः आगमिष्यति इति भाति इति मम मतम् इति मम चिन्तनं भाति इति मनसि यत् चिन्तनम् आगच्छति तस्य प्रकटीकरणं यदा भवति तदा इति मम भाति अस्ति इति मम भाति नाम अस्य प्रश्नस्य उत्तरं किम् इति चेत् प्रश्नस्य उत्तरम् एतत् अस्ति इति भाति तत्र शतं प्रतिशतं वक्तुं न शक्नोमि किन्तु उत्तरम् इदमस्ति इति भाति मम किन्तु भासते इति तत्र यत्र प्रकाशः अस्ति तत्र भासते इति इति भेदः अस्ति. तत्र भासते तत्र प्रकाशः अस्ति, अत्र मनसः चिन्तनमिति भाति भाति इति उपयुज्यते. अस्तु, अग्रे गच्छेम. आवां तं आनन्दं लोकिष्यावहे. अहं प्रसन्नं भविष्यति. लोकते नाम किं लोकते? अहं न जानामि, अहं चिन्तयामि प्रसन्नं आनन्दं. न न, लोकते इति भिन्नम् अस्ति. तत्र यत्र लोकशब्दः आगच्छति, सामान्यतया लोकशब्दः यथा अवलोकनं, लोकनं, लोकते, अवलोकते, तत्र चक्षुषः सम्बन्धः अस्ति. दर्शनमिति अर्थः. अहं सूर्यास्त आनन्दं दृश्यते द्रक्ष्यते. न न, द्रक्ष्यते इति कर्मणि प्रयोगः, अत्र कर्मणि प्रयोगः कुत्र अस्ति? नास्ति कर्मप्रयोगः नास्ति. लोकेश्यावहे आवां द्रक्ष्यावः. आवां तं द्रक्ष्यावहे. द्रक्ष्यावः. द्रक्ष्यावः. द्रक्ष्यावः नाम कर्तरिप्रयोगे अस्ति. आवां द्रक्ष्यावः, अहं द्रक्ष्यामि. श्वः अहं तं जनं द्रक्ष्यामि. आवां द्रक्ष्यावः. वयं द्रक्ष्यामः इति एतत् सर्वं वयं वस्तुतः पठितवन्तः पूर्वमेव. नाम परस्मैपदीनां धातूनां भविष्यत्कालः, अत्र आत्मनेपदीधातूनां यत्र परस्मैपदीधातु परस्मैपदीधातु आत्मनेपदीधातु तत्र द्वयोः भेदः कः इति लक्ष्मी भगिनी वदतु. आत्मनेपदिनः स्वस्य कृते कार्यं करणीयम्. हा, इति तादृशं मूलार्थः अस्ति. हा, मूलार्थः अस्ति तादृशं. किन्तु वस्तुतः इदानीन्तनकाले तादृशार्थः किञ्चित् लुप्तः अस्ति. तत्र रूपभेदः कः? आत्मनेपदिनः धातवः अन्ते ते शब्दं प्रयुज्यते. समीचीनमस्ति. ते इति अस्ति. परस्मैपदिधातुनः ति अस्ति अन्ते. ति साधारणतया अन्ते. हा, बहु समीचीनमस्ति. तर्हि यथा गच्छति, पश्यति, तत्र ति ति ति अस्ति खलु. किन्तु प्रकाशते, भासते, तत्र ते ते ते अस्ति. अत्र ति यत्र अस्ति तत्र परस्मैपदिधातुः, ते यत्र अस्ति तत्र आत्मनेपदिधातुः. अत्र आत्मनेपदिधातूनां विषयः अस्ति. लोकेश्यावहे इति भविष्यत्कालः आत्मनेपदिधातूनां. द्रक्ष्यावहि इति द्रक्ष्यावः, क्षम्यतां, द्रक्ष्यावहि द्रक्ष्यावः इति द्रक्ष्यावः द्रक्ष्यामः किम् उक्तवान्? अहं द्रक्ष्यामि, आवां द्रक्ष्यावः इति अस्ति परस्मैपदिधातूनां. द्रक्ष्यावः, द्रक्ष्यावः, वयं द्रक्ष्यामः. अत्र परस्मैपदिधातूनाम्. अस्तु, एकवारं वदतु, लक्ष्मीभगिनी वदतु, तत्र गम् धातोः गमिष्यति सः सहतौते. सः गमिष्यति. ते गमिष्यतः न न तौ सः तौ ते सः तौ ते सः गमिष्यति तौ गमिष्यतः ते गमिष्यतः सुब्रह्मण्यं गमिष्यन्ति गमिष्यन्ति सः गमिष्यति तौ गमिष्यतः ते गमिष्यन्ति अग्रे त्वं गमिष्यसि आवाम् आवां त्वं त्वम् इत्यस्य अनन्तरं आवां गमिष्यतः आवामिति नास्ति भगिनि युवां युवां त्वं युवां यूयम् त्वं गमिष्यसि युवां गमिष्यथः यूयं गमिष्यथ अहं गमिष्यामि आवां गमिष्यावः वयं गमिष्यामः अयं ध्वनिः कुतः आगतः अस्ति अस्तु समीचीनमस्ति बहु सम्यक् अस्ति तर्हि इति गमिष्यति गमिष्यतः गमिष्यन्ति गमिष्यसि गमिष्यथः गमिष्यथ गमिष्यामि गमिष्यावः गमिष्यामः इति परस्मैधातूनां रूपाणि सन्ति इदानीं सहदेव महोदय भवानेव वदतु तत्र वर्तते इत्यस्य वर्तिष्यते वर्तिष्यते तत्र सः तौ ते इति वदतु सः वर्तिष्यते तौ वर्तिष्येते ते वर्तिष्यन्ते त्वं वर्तिष्यसे युवां वर्तिष्येथे यूयं वर्तिष्यद्वे अहं वर्तिष्ये आवां वर्तिष्यावहे वयं वर्तिष्यामहे इति अस्ति इति रूपभेदः अस्ति उभयत्र परस्मैपदिधातूनां रूपाणि भिन्नानि आत्मैपदिधातूनां रूपाणि भिन्नानि सन्ति स्पष्टम् अस्तु अग्रे पठेम तर्हि मीना भगिनी कृपया पठतु सर्वे जनाः सर्वे जनाः अपि लोकिष्यन्ते क्रीडारताः बालाः तत्र वर्तिष्यन्ते हा तर्हि सर्वे जनाः अपि लोकिष्यन्ते नाम सर्वे जनाः आवां लोकिष्यावहे सर्वे जनाः अपि लोकिष्यन्ते द्रक्ष्यन्ते सम्यक् वदतु ये सर्वं द्रक्ष्यन्ते न सर्वे जनाः अपि तत्र दृष्टातुः परस्मैपदिधातुः अस्ति सुब्रह्मण्यमहोदय तत्र रूपं किमस्ति लोकिष्यन्ते तस्य रूपं महोदय अथवा दृष्टो द्रक्ष्यति द्रक्ष द्रक्ष्यन्ति अस्मिन् वाक्ये सर्वे जनाः अपि द्रक्ष्यन्ति महोदय. अत्र टि अस्ति न तु ते, यतोहि परस्मैपदिधातु अस्ति. भगिनि अस्तु महोदय, अवगच्छामि. अस्तु अग्रे. क्रीडारताः बालाः तत्र वर्तिष्यन्ते. तस्य अर्थः कः? बालाः खेलिष्यन्ति क्रीडारताः. अत्र क्रीडारताः, हा क्रीडारताः इति क्रीडा तेषां भविष्यति इति. क्रीडारताः बालाः तत्र क्रीडां करिष्यति. अत्र वर्तिष्यन्ते इति समानार्थकशब्दः कः? वाहनं न न वर्तते वर्तिष्यते वर्तिष्यन्ते इति तत्र वर्तमानकाले वर्तते. वर्तते नाम भवति. हा भवति. तस्य भविष्यत्कालः कः? भविष्यति. हा बहुवचने भविष्यन्ते न सारि भवति भव इदानीमेव सः दोषः तत्र द्रक्ष्यति द्रक्ष्यन्ते इति. तत्र ति अथवा ते भवति. भविष्यति भविष्यन्ति. हा अत्र परस्मैपदिधातुः अस्ति न तु आत्मनेपदिधातुः. भविष्यति भविष्यतः भविष्यन्ति भविष्यन्ति. अत्र वृद् धातुः आत्मनिपदे धातुः अस्ति, अतः वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते. एकारः अथवा ईकारः तत्र महत्त्वपूर्णभेदः अस्ति. स्पष्टमस्ति? स्पष्टमस्ति महोदय. तर्हि समानार्थिकशब्दः कः वर्तिष्यति इत्यस्य? भविष्यन्ति. क्रीडारताः बालाः क्रीडनं भविष्यन्ति. क्रीडनं भविष्यन्ति इति नास्ति. क्रीडनं करिष्यन्ति किन्तु अत्र क्रीडनं नास्ति. क्रीडारताः बालाः तत्र भविष्यन्ति. अत्र अत्र करिष्यन्ति इति तत्र किमर्थं न भवितुमर्हति? क्रीडारतः अपि वाहनम् अस्ति महोदय. वाहनं बालकस्य क्रीडनं क्रीडावाहनं. अत्र भेदः कः इति, केचन धातवः सकर्मकधातवः सन्ति, केचन धातवः अकर्मकधातवः सन्ति. सकर्मकधातुः अकर्मकधातुः यः धातुः यः धातुः कर्म आवहति सः धातुः सकर्मकधातुः. अपि च यत्र यस्मिन् वाक्ये तादृशधातुः अस्ति यत्र कर्मपदं न सम्भवति तादृशधातुः अकर्मकधातुः अस्ति. अत्र अकर्मकधातुः अपेक्षितः अस्ति न तु सकर्मकधातुः. तत्र बालाः कीदृशाः सन्ति? अत्र क्रीडारताः इति विशेषणमस्ति बालशब्दस्य, अतः बालाः भविष्यन्ति इति एव तादृश अर्थः अस्ति. नाम अकर्मकधातुः अस्तित्वं प्रकटीकरणार्थम् अस्तित्वस्य. अत्र करिष्यन्ति तत्र सकर्मकधातुः जातः क्रीडातुः. तत्र किं करिष्यन्ति? क्रीडनं करिष्यन्ति. क्रीडनं भविष्यन्ति इति वाक्यं सम्भवति वा? बालाः क्रीडनं भविष्यन्ति न महोदय, तत्र न भवति. बालाः क्रीडनं करिष्यन्ति अथवा क्रीडारताः बालाः भविष्यन्ति. अत्र भविष्यन्ति करिष्यन्ति इति अस्य भेदः. स्पष्टमस्ति वा? क्रीडारताः उपविश्यन्ति क्रीडातरः उपविशन्ति उपविशन्ति सकर्मकः अथवा अकर्मकधातुः अकर्मकधातुः अस्ति समीचीनम् उपविशन्ति भविष्यन्ति एतादृशाः धातवः अस्तु अग्रे तेषां चेष्टाः वीक्षिष्यावहे ते बालानां चेष्टाः आवाम् आवां लोकिष्यावहे हा सत्यं लोकिष्यावहे लोकिष्यावहे वीक्षिष्यावहे अथवा आत्मनिपदिदातु चेत् अपरस्मैपदिदातु चेत् तेषां चेष्टाः द्रक्ष्यावः समीचीनमस्ति अत्र चेष्टाः सुब्रह्मण्यमहोदय तत्र अस्य पदस्य परिचयः कः चेष्टः इत्युक्ते रूपं तेषां चेष्टाः वीक्षिष्यावहे चेष्टाः रूपं नाम लिङ्गं विभक्तिः वचनम् इत्यादिकं चेष्टा स्त्रीलिङ्गशब्दः स्त्रीलिङ्ग स्त्रीलिङ्गकारान्तशब्दः आकारान्त चेष्टाः तस्याः बहुवचनप्रथमाविभक्तिरूपम् चेष्टाः तु न प्रथमा न महोदय तेषां चेष्टाः अत्र तु चेष्टाः द्वितीयाविभक्ति भवति महोदय द्वितीयाविभक्ति बहुवचनरूपम् अत्र तेषां चेष्टा महोदय पुल्लिङ्ग बहुवचनं वीक्षिष्यावहे अत्र प्रथमाविभक्तिः अथवा द्वितीयाविभक्तिः किमुक्तम् अहम् उक्तवान् द्वितीयाविभक्ति द्वितीयाविभक्ति बहुवचनं महोदय त्रिलिङ्गशब्दः इदानीं समीचीनमस्ति द्वितीयाविभक्तिः अस्ति आवां वीक्षिष्यावहे तेषां चेष्टाः अत्र चेष्टाः कर्मपदमस्ति समीचीनमस्ति अस्तु अग्रे गच्छेम मीना भगिनी समापयतु तैः साकं भृशं मोदिष्यावहे तैः साकं बहु तैः साकं बालानां साकं बालानाम् इति नास्ति अत्र तैः इति सिका विभक्तिः बालाभिः बालैः साकं बालैः साकम् आवामपि बहु सन्तुष्टावहे यत् रूपं भवती जानाति तत् तु वदतु तत्र यत्किमपि क्रियपदम् अत्र किं तत्र विशेषणं सन्तुष्टाः आवां सन्तुष्टौ सन्तुष्टौ भविष्यावः अथवा वृद्धातुः वर्तिष्यावः वर्तिष् वर्तिष् वर्तिष् वर्तिष्य आत्मनेपदे सो वर्तिष् वर्तिष्यावहे हा वर्तिष्यावहे मोदिष्यावहे वर्तिष्यावहे समीचीनं साकम् इत्युक्ते साकं साकं समनाटकशब्दः कश्चन अहं वदामि महोदय अस्तु वदतु तैः सह तत्र सह सः इति अर्थः अस्ति तैः सह साकमिति अर्थ इति इत्युक्ते सः अस्तु समीचीनमस्ति अग्रे गच्छेम भृशं भृशमित्युक्ते अधिकं महोदय अधिकं बहु नितराम् अस्तु अग्रे गच्छेम तर्हि भवान् एव पठतु अग्रे अत्र कानिचन विशिष्टरूपाणि सामान्यरूपाणि वयम् अवलोकितवन्तः खलु इदानीं विशिष्टरूपाणि कानिचन अस्तु महोदय कानिचन विशिष्टरूपाणि मन् मन्यते मन्स्यते अत्र मन्यते वर्तमानकालरूपं मन्स्यते भविष्यत्कालरूपं वृत् वर्तते वर्तिष्यते एकं वदामि अत्र समीचीनमस्ति एकं वदामि अत्र कुत्रचित् मध्ये इकारः दृश्यते कुत्रचित् मध्ये इकारः न दृश्यते अत्र उपरि तत्र वन्द इति धातुः वन्दिष्यते किन्तु मन् इति धातुः तत्र मनिष्यते इति नास्ति खलु मन् यथा वन्द धातुः वन्दिष्यते अत्र मन् इति मनिष्यते तु नास्ति अस्ति वा न महोदय तत्र भेदः कः अत्र इडागमः नास्ति महोदय मन् धातोः भविष्यत्कालरूपे इडागमः न भवति हा नाम तत्र केचन धातवः कश्चन धातुः सेट् अस्ति कश्चन धातुः अनेट् अस्ति इति प्रायः सर्वे श्रुतवन्तः स्युः सेट् अनेट् सेट् अनेट् तत्र इट् नाम इट् इति इडागमः इति यथा महोदयेन उक्तम् इडागमः अस्ति इकारः यः आगच्छति आगच्छति इति कृत्वा आगमः तस्य नाम करणमस्ति पाणिनिना इट् आगमः सन् तत्र हल्सन्धिं कृत्वा इडागमः इडागमः तत्र इकारस्य आगमः कदा भवति इति यदा धातुः सेट् अस्ति तत्र इटासः सेट् नाम इटासः इति सेट् अस्ति तत्र अनेट् इति यत्र अनेट् इति यत्र नाम धातोः स्वभावः इति वदामि कश्चन यथा वन्द् धातुः सेट् अस्ति अतः अत्र इडागमः भवति यत्र मन् धातुः अनिट् अस्ति सेट् नास्ति अतः इडागमः न भवति अतः अत्र इडागमः न भवति मन् योगः स्यति तत्र हल्सन्धिं कृत्वा नकारस्य स्थाने अनुस्वारः मन्स्यते मन् योगः स्यते मन्स्यते किन्तु वन्द योगः स्यते मध्ये इकारः भवति वन्दिष्यते अतः नाम मनसि स्थापनीयमस्ति यत् कुत्रचित् इकारः भवति कुत्रचित् न अस्तु अग्रे महोदय अस्तु महोदय वृत् वर्तते वर्तिष्यते शिङ् शेते शयिष्यते अत्र अपि इडागमः अस्ति महोदय क्रीण् क्रीणीते क्रेष्यते कृण् कुरुते करिष्यते अत्र इडागमः अस्ति वा क्रेष्यते अत्र क्रीन् एकनिमिषः महोदय क्रेष्यते अत्र इडागमः न दृश्यते अत्र नास्ति, परन्तु अत्र अस्ति महोदय, परन्तु रूपपरिवर्तनं भवति इति अहं चिन्तयामि. रूपपरिवर्तनम् अस्ति किन्तु इडागमः नास्ति. समीचीनं. कृञ् कुरुते करिष्यते अत्र इडागमः अस्ति. ईक्ष ईक्षते ईक्षिष्यते इडागमः अस्ति. पद् पद्यते पत्स्यते अत्र इडागमः नास्ति. भुज् भुङ्क्ते भोक्ष्यते इडागमः नास्ति. भास् भासते भासिष्यते इडागमः अस्ति. हा समीचीनमस्ति महोदय. कः इत् अस्ति, कः सेट् अस्ति, कः अनिट् अस्ति, कस्य परिचयः अत्र? तत्र सूचि हा अत्र तत्र सूची अस्ति. सूची नाम वयं द्रष्टुं शक्नुमः ग्रन्थेषु. अग्रे अस्मिन् वर्गे प्रायः न स्यात्, किन्तु व्याकरणवर्गे तत्र पाठयिष्यामि कथं ज्ञातुं शक्नुमः, कथं ज्ञातुं शक्नुमः इति. तत्र पद्धतिः अस्ति. अत्र मास्तु, केवलम् अवलोकयतु, कुत्रचित् भवति कुत्रचित् न भवति. यत्र धातुपाठे पश्यति तत्र अथवा शब्दकोशः समीचीनः अस्ति चेत् तत्र उच्यते धातुः सेट् अस्ति अथवा अनिट् अस्ति. अस्तु अग्रे गच्छेम. सन्ध्या भगिनी अग्रे पठतु कृपया. अभ्यासः. रिक्तस्थानानि पूरयत. लभते लप्स्यते लप्स्येते लप्स्यन्ते. अग्रे मध्यमपुरुषः लप्स्यसे लप्स्यथे या लप्स्यथे लप्स्यथे लप्स्यद्धे लप्स्ये लप् यावहे लप्स्यामहे. सम्यक् अस्ति. अस्तु अग्रे लक्ष्मी भगिनी अग्रे. युध्यते युद्धधातुः. योत्स्यते योत्स्येते योत्स्यन्ते. योत्स्यसे योत्स्येथे योत्स्यध्वे. योत्स्ये योत्स्यावहे योत्स्यामहे. अस्तु समीचीनमस्ति. सहदेव महोदय अग्रे. कं कं पते धातुः कं कम्पिष्यते कम्पिष्येते कम्पिष्यन्ते कम्पिष्यसे कम्पिष्येथे कम्पिष्यद्वे कम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे. अत्र धातुः सेट् अथवा अनेट् इडागमः अस्ति वा? पुनः वदतु महोदय. इडागमः अत्र इडागमः अस्ति वा? इडागमः इडागमः अस्ति. अस्ति. हा समीचीनम् अस्ति. तर्हि धातुः सेट् अथवा अनेट्? यत्र इडागमः अस्ति तत्र धातुः सेट् अस्ति इति वदामः. सेट् सेट् सेट् इटासः यत्र इडागमः भवति तत्र सेट् इति वदामः सेट् अस्तु यत्र इडागमः नास्ति तत्र अनिट् अस्तु अग्रे गच्छेम तर्हि इदानीं नताशा भगिनी अग्रे आं महोदय जायते जनधातु जनिष्यते जनिष्येते जनिष्यन्ते जनिष्यसे जनिष्येथे जनिष्यध्वे जनिष्ये जनिष्यावहे जनिष्यामहे समीचीनमस्ति अस्तु पुष्पा भगिनी वदति अग्रे बहु ध्वनिः अस्ति अस्तु यजते यज् धातुः यक्ष्यते यक्ष्येते यक्ष्यन्ते यक्षसे यक्षेते यक्षेत्थे यक्षध्वे यक्षे यक्षावहे यक्षामहे बहु समीचीनमस्ति पूजां करोति इति अर्थः अस्तु अग्रे गच्छेम तर्हि अधुना लक्ष्मीभगिनी पठतुपि अग्रे अर्थः दत्तानां क्रियापदानां भविष्यत्कालरूपाणि उपयुज्य पार्श्वे दत्तानां कर्तृवाचकशब्दानां योजनेन वाक्यानि रचयत पार्श्वदत्तानां कर्तृवाचकशब्दानां योजनेन वाक्यानि रचयत अत्र सः तौ एताः तौ वन्दते वन्दते कुरुते चेष्टते लभते रमते अश्नुते वर्तते आरभते युध्यते अत्र शब्दानि सन्ति अश् धातुः अस्ति अश् धातुः इति अश्नुते अश्नुते अश् व्याप्ति अर्थः अस्ति व्याप्तिः व्याप्तिः अथवा प्राप्तिः व्याप्तिः प्राप्तिः च अस्तु अग्रे उदाहरणम् उदाहरणार्थं सः वन्दिष्यते ते वन्दिष्यन्ते सः करिष्यते सः इति न इदानीम् एताः एताः करिष्यन्ते तौ चेष्टेते न अत्र अत्र वन्द् धातुः द्विवारं भवति खलु अनन्तरं कृ धातुः द्विवारम् आं महोदय एताः करिष्यन्ते तौ करिष्येते अस्तु समीचीनमस्ति मीना भगिनी अग्रे अहं चेष्टे इडागमः अस्तु महोदय चेष्टशब्दस्य इडागमः अस्ति चेष्ट अहं चेष्टिष्ये अहं चेष्टिष्ये वयं चेष्टिष्यावहे आवां चेष्टिष्यावहे न न आवां न वयमस्ति खलु वयं चेष्टिष्यामहे चेष्टामहे अस्तु समीचीनमस्ति सुब्रह्मण्यमहोदय अग्रे आवां लभते उपयुज्य महोदय अस्तु महोदय आवां लप्स्यावहे आवां लप्स्यावहे त्वं लप्स्ये न त्वं क्षम्यतां महोदय त्वं लप्स्यसे, लप्स्यसे, अहं लप्स्ये, त्वं लप्स्यसे महोदय. समीचीनमस्ति. अस्तु, अनन्तरं नताशा भगिनी अग्रे. आम् महोदय. सः प्रथमपुरुष एकवचनं, सः क्रमिष्यते. कुत्र अस्ति? इदानीं किं जातमस्ति? त्वमस्ति खलु, इदानीं यूयमस्ति खलु? त्वं यूयम्. आं महोदय. त्वं मध्यमपुरुष एकवचनं. त्वमिति न, यूयम्. ओ, यूयम्. आं महोदय. बहुवचनं मध्यमपुरुष यूयं. गमति धातु महोदय. रं धातु अस्ति. यूयं रमिष्यध्वे. न, रंस्यते इति अस्ति खलु रं धातुः. न, एकनिमेषः. रं धातुः किमस्ति? न, रंस्यते. हा, समीचीनं, मया उक्तं. रं धातुः तत्र समीचीनमेव. हा, तत्र इडागमः नास्ति, रंस् इति भवति. रम् इति रं रमश् इदागं नास्ति महोदय. यूयं रमस्य रमस्य द्वे. न, अत्र यथा मन् धातुः उपरि पश्यतु, मन् धातुः मन् धातुः मन्यते, मन्स्यते. ओ, मनस्यते, रमस्यते. रं धातुः रमते, रंस्यते, रंस्यते. रंस्यते इति चेत् तत्र यूयं किं भवति? यूयं रं द्वे. रंस द्वे. रंस् द्वे इति न, रंस रंस्य, क्षम्यतां, रंस्य, रंस्यते. पूर्णतया वदतु. रंस्यते, रंस्येते, रंस्यते, रंस्येते, रंस्यन्ते. अनन्तरं रंस्यसे, रंस्येते, रंस्यध्वे, रंस्ये. अग्रे अग्रे. रंस्यावहे. सः यूयं पुनः वदतु. यूयं यूयं रंस्यध्वे. सः रंस्यते. ते रंस्यते. समीचीनं. अस्तु, अनन्तरं सन्ध्या भगिनी. सः अथवा यूयं ते अस्ति, ते, सा इत्यस्य अनन्तरं ते अस्ति. वस्तुतः एकवचनं बहुवचनम् इति भवेत्. हा, अस्तु, एवं कुर्मः. प्रत्येकं जनः सः, ते अथवा ए, न, तथा नास्ति, एवमपि नास्ति. कुत्रचित् नास्तु, ते इति करोतु. अश्नुते, अश्नुते इति अश् इति धातुः अस्ति, सेट् धातुः अस्ति, सेट्. धातुः अश् अपि च सेट्. सेत् नाम इडागमः भवति. पुनः वदतु. न न अत्र अत्र धातुः अस्ति अश् धातु अश्नु इति न अश् धातुः अस्ति ओ अशिष्यन्ते समीचीनमस्ति ते अशिष्यन्ते अशिष्यन्ते तत्र तालव्यषकारः अश् अनन्तरं मूर्धन्यषकारः श्यते अशिष्यते अशिष्यते अस्तु अग्रे इदानीं करोतु तौ तौ अशिष्येते अस्तु समीचीनमस्ति अग्रे सहदेवमहोदय अग्रे अहं वर्तते अहं वर्तिष्ये वयं वर्तिष्यामहे बहु सम्यक् अस्ति अस्तु अग्रे मीना भगिनी अग्रे आरभते आरभिष्यते महोदय इडागम अस्ति न इडाग महोदय नास्ति अनिट् अस्ति अनिट् महोदय अत्र पा अपि आगच्छति खलु महोदय यथा लप्स्यते तथैव खलु महोदय आरभ्यते भगिनी करिष्यति आरभते आरभते आरभते इत्यस्य सेट् नास्ति धातु अस्ति रभ धातु अस्ति रभ सेट् नास्ति अनिट् अस्ति रभ तत्र भकारस्य अनन्तरं सकारः अस्ति तत्र सन् हल्सन्धिं कृत्वा भकारस्य स्थाने पकारः अस्ति वदतु आरप्सते आरप्सन्ते ओके आवाम् आरप्सावहे आरप्स्य आरप्स्यावहे आवाम् आरप्स्यावहे त्वम् आरप्स्यसे समीचीनमस्ति अस्तु पुष्पा भगिनी अग्रे यूयं यूदातुः भगिनी अस्ति वा अस्मि अस्मि महोदय बहु ध्वनिः अस्ति म्यूट् करोमि यूयं यूयं युध्यते यूयं युध्येते अत्र पूर्वतनपुटे पूर्वतनपुटे पश्यन्तु अत्र युद् धातुः योध्येते अत्र सेट् नास्ति अनिट् अस्ति युद् तत्र धकारस्य अनन्तरं सकारः तत्र हल्सन्धिं कृत्वा धकारस्य स्थाने तकारः भवति तकारः अत्र किमस्ति अत्र किमस्ति महोदय वदामि अत्र ये व्याकरणवर्गे सन्ति अत्र युद् इति धातुः अस्ति स्यति स्यति इति आदिदातुक प्रत्ययः अस्ति अतः तत्र पुगन्तलघुपदस्य छातीनेन उपधायां गुणः योत् भवति योध योध योगः स्यते अनन्तरं किमस्ति सकारः खरि अस्ति अतः खरि छ तत्र चर्त्वसन्धि अत्र अग्रे अग्रे करिष्यामः चर्त्वसन्धिम् अस्ति धकारस्य स्थाने तकारादेशः चर्त्वसन्धिम् अस्तु योच् यत् हा यूयं पुनः वदतु भगिनि यूयं यूयं योच् यूयं योच्येते यूयं योच्ये यूयं यूयं योच्य योच्यद्वे योच्यद्वे योच्यद्वे सः सः योच्यते समीचीनमस्ति अस्तु म्यूट् करोतु कृपया समीचीनमस्ति अस्तु सुब्रह्मण्यमहोदय अग्रे आगामिपुटे महोदय अत्र अष्ट अष्ट अशीतितमपुटः तृतीय अभ्यासः समाप्तमस्ति इति वा? आं महोदय, पूर्णतया कृतवन्तः अत्र. अस्तु अस्तु अस्तु, अग्रे गच्छतु. पाठाधारितानाम् अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत. गोपालः सागरतीरे किं करिष्यते? गोपालः सागरतीरे सागरतीरस्य सौन्दर्यं सौन्दर्यस्य आनन्दम् अनुभवं कृतवान् महोदय. अत्र अत्र भविष्यत्कालस्य अभ्यासः अस्ति, तत्र गत्वा किं करिष्यति? किं करिष्यति अत्र अत्र प्रकृतिसौन्दर्यं सः प्रकृतिसौन्दर्यं सागरतीरे प्रकृतिसौन्दर्यं द्रक्ष्यति. द्रक्ष्यति अथवा करिष्यते इति अस्य उपयोगं कृत्वा करिष्यते विहारशब्दं वदतु. अस्तु महोदय. गोपालः सागरतीरस्य विहारं करिष्यते. सागरतीरे विहारं करिष्यते. विहारं करिष्यते, समीचीनमस्ति. अस्तु अग्रे लक्ष्मीभगिनी, अग्रे द्वितीयं. किं सायङ्काले सागरशोभा वर्धिष्यते? सायङ्काले किं सागरशोभा वर्धिष्यते? नावगच्छति. सायङ्काले किं सागरशोभां वर्धिष्यते? किं सूर्यः नाम वर्धिष्यते न वा इति प्रश्नः. आम् वर्धिष्यते. वाक्यं वदतु. आम् सायङ्काले सागरशोभा वर्धिष्यते. समीचीनमस्ति. नताशा भगिनी अग्रे. आं महोदय. किं सर्वे सागरसौन्दर्यम् आस्वदिष्यन्ते? आं सर्वे सागरसौन्दर्यम् आस्वदिष्यन्ते. समीचीनमस्ति. अस्तु अग्रे मीना भगिनी अग्रे. किं चन्द्रः आकाशे प्रकाशिष्यते? आम् चन्द्रः आकाशे प्रकाशिष्यते. और एकं वाक्यं विवक्ष्यामि महोदय. सागरे अपि प्रतिबिम्बं प्रकाशिष्यते. अत्र प्रतिबिम्बः प्रकाशिष्यते. अस्तु अग्रे सन्ध्या भगिनी अग्रे. किं सायङ्काले सूर्यः सागरे गाहिष्यते? आम् सूर्यः सागरे गाहिष्यते. कदा? सायङ्काले. सायङ्काले. अस्तु समीचीनमस्ति. अग्रे सहदेव महोदय अग्रे. सायङ्काले आकाशे कः रक्तवर्णेन शोभिष्यते? आम् अथवा न, अत्र प्रश्नः नास्ति. आम् न इति प्रश्नः नास्ति. कः इति प्रश्नः अस्ति. कः कः सायङ्काले आकाशे कः कः रक्तवर्णेन शोभिष्यते इति कथायाम् आसीत्. अस्तु, समयस्य अभावे इदानीं सुब्रह्मण्यं तत्र सहायं करोति वा? सायङ्काले आकाशे सूर्यः रक्तवर्णेन शोभिष्यते. सूर्यः उत्तरमस्ति. सूर्यः महोदय, सहदेव महोदय, सूर्यः रक्तवर्णेन, सूर्यः रक्तवर्णेन शोभिष्यते. अस्तु, इत्युक्ते महोदय, इत्युक्ते रक्तवर्णेन, रक्तवर्णः, रक्तः इति कश्चन वर्णः अस्ति, वर्णः अस्ति. तत्र वर्णाः सन्ति खलु, अभ्यासपुस्तके वयं पठितवन्तः वर्णाः, वर्णान् पठितवन्तः. तत्र नाम श्वेतवर्णः, रक्तवर्णः, हरितवर्णः, कृष्णवर्णः, वर्णाः सन्ति खलु. रक्त नाम रेड्, रेड् इति कलर्, रेड् इति वर्णः, रेड्. हा, रक्तम् ब्लड्, न ब्लड् इति न, अत्र रक्त इत्युक्ते रेड् कलर्. हा, अस्तु. नाम द सन् शैन्स् वित् रेड् कलर्. सूर्यः रक्तवर्णेन शोभिष्यते, विल् शैन्. अस्तु, अग्रे लक्ष्मीभगिनी, अग्रे. सागरतीरे रात्रिं यावत् कौ रंस्येते? सागरतीरे रात्रिं यावत् विनीतः गोपालः च तौ द्वे रंस्येते. तौ द्वौ? आं महोदय. अस्तु अस्तु, सुब्रह्मण्यं अग्रे. सागरतीरे कीदृशाः बालाः वर्तिष्यन्ते? सागरतीरे क्रीडारताः बालाः वर्तिष्यन्ते. अस्तु, नताशा भगिनी अग्रे. सायङ्काले पक्वं फलम् इव कः भासिष्यते? सायङ्काले सूर्यः पक्वं फलम् इव भासिष्यते. किं द्वे मित्रे सागरतीरे मोदिष्येते? आम्, गोपालः विनीतः सागरतीरे मोदिष्यते. अस्तु, विनीतः च न, समीचीनमस्ति. अस्तु, तर्हि समयः जातः अस्ति इति अस्माकं भविष्यत्कालस्य आत्मनिपदिदातूनाम् अभ्यासः जातः. सर्वे कुर्वन्तु अग्रे, ये अभ्यासाः सन्ति तान्, अत्र अभ्यासद्वयमस्ति, करोतु अभ्यासम्. अनन्तरं शीघ्रमेव अनेन तत्र कर्तुं शक्ष्यामः अग्रिमे सप्ताहे, ततः अग्रे सरेम. अस्ति, आरभ्यते न न आरप्स्यते, आरप्स्यते सेत् नास्ति, अनेत् अस्ति. आरभ्यते इति अभविष्यत् यदि धातुः सेत् स्यात्, किन्तु सेत् नास्ति, अतः आरप्स्यते सन्धिं कृत्वा. अस्तु, तर्हि सर्वेषां धन्यवादः, नमस्कारः सर्वेषां. धन्यवादः. धन्यवादः.